गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तत्त्वसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम्। साधारणकारणानि कानि, तत्र षट् कारणानि नैयायिकैः अङ्गीकृतं, काल दिक् इति द्वयं, तदनन्तरम् ईश्वरीयज्ञानेच्छाकृतिः, अन्तिमः अस्ति प्रागभावः। तर्हि प्रागभावस्य कारणत्वं कथं निरूपितम् इति अस्माभिः चिन्तितम्। तत्र यदि प्रागभावः इति कश्चन पदार्थः न अङ्गीकुर्मः तर्हि किं भवति इति चेत्, द्वितीय यदा प्रथमक्षणे यस्मिन् क्षणे प्रथमघटस्य उत्पादनं भवति तस्मिन्नेव क्षणे कार्यादिकरणे सर्वाणि कारणानि सन्ति इति कृत्वा द्वितीयक्षणे द्वितीयघटस्य उत्पादनस्य आपत्तिः अस्ति। तन्निवारणार्थं तत्र प्रागभावः, प्रागभावस्य कारणत्वं स्वीकुर्मश्चेत्, तर्हि इदानीं यदा एकः घटः जायते तत्र प्रागभावस्य नाशः भवति प्रतियोगित्वात्, विरोधित्वात्, विरोधः अस्ति इति कृत्वा, सः अनवस्थानविरोधः अस्ति इति कृत्वा प्रागभावः नश्यति। तर्हि प्रागभावः नश्यति इति कृत्वा इदानीं द्वितीयघटस्य उत्पादनार्थम् एकं कारणं न्यूनमस्ति। सर्वाणि कारणानि भवन्ति चेदेव कार्यम् उत्पद्यते इति कृत्वा प्रागभावः, तस्य कारणत्वं स्वीकृतम् अनेन तर्केण, अपि च लैङ्गिकविशेषणातासम्बन्धेन घटप्रागभावः कपाले कार्यादिकरणे वर्तते। दैशिकविशेषणतारूपसम्बन्धः इति कश्चन स्वरूपसम्बन्धः, तदपि अस्माभिः उक्तं। तत्र गृहपाठः आसीत् साधारणकारणत्वं, प्रागभावस्य साधारणकारणत्वं, वस्तुतः कारणत्वं कथम् इति चर्चितं, किन्तु तत्र साधारणकारणत्वं कथम् इत्यस्मिन् विषये एव गृहपाठः आसीत्। तस्मिन् विषये गते वर्गे मया उक्तं, किन्तु सर्वैः अवगतं वा इति मम मनसि सन्देहः अस्ति इति कृत्वा एतत् एषः गृहपाठः मया दत्तः आसीत्। अस्तु, कोऽपि वदति वा अत्र कारणत्वस्य विषये? कृपया मा वदतु, साधारणकारणत्वं कथं निरूपितम् इति एव। महोदय, अहं वदामि वा? हा, अस्तु। गतवर्गे वयं दृष्टवन्तः अत्र कारणतम् इति उक्तं, परन्तु अत्र प्रागभावः इति अभावरूपः अस्ति, अतः तस्य प्रतियोगिनी भवति घटः एव। अत्र घटः इत्युक्ते यस्मिन् घटत्वम् अस्ति तदेव घटः, अतः घटत्वम् इति एव प्रतियोगी भवति, तत्तु सामान्यमस्ति, अतः एव तत् साधारणकारणम् इति स्वीकुर्मः। इति एव मया उक्तम्। सत्यं, घटत्वं सामान्यमस्ति, सर्वेषु घटेषु घटत्वं लभ्यते एव, किन्तु अस्तु इदानीं भिन्नरीत्या अहं पृच्छामि, प्रागभावस्य घटप्रागभावस्य असाधारणकारणत्वं किमर्थं न स्वीकुर्मः? प्रागभावस्य असाधारणकारणं किमर्थं न? तत्र एक एव कस्मिन्नपि घटेन तत् प्रागभावस्य नाशः भवति, अपि च तत् घटत्वं इति जातिः बहुषु घटेषु वर्तते, प्रत्येकस्मिन् घटे अस्ति, अतः तत् जातिः अस्ति, अतः एव असाधारणकारणं न भवति, साधारणकारणम् इति भवति। जातिः तु घटे अस्ति, किन्तु प्रागभावस्य असाधारणकारणत्वं किमर्थं न स्वीक्रियते? कारणत्वं तु स्वीक्रियत्येव, तत्र क्लेशः नास्ति, असाधारणकारणत्वं किमर्थं नास्ति? अत्र असाधारणकारणं करणम् इति अस्ति अतः तत् करणं नास्ति महोदय. अत्र मध्ये शब्दः आगच्छति भवतः पार्श्वात्. ओ अस्तु क्षम्यताम्. तर्हि असाधारणं कारणं करणम् इति वयं दृष्टवन्तः. अतः अहं मन्ये प्राग्भावः इति करणस्य विषये किमर्थं वदति इदानीम् असाधारणकारणं करणम् इति तस्य वैशिष्ट्यं किम् अत्र? तत्र अस्ति कार्यमात्रं प्रति यः कारणम् अस्ति तदेव साधारणकारणम् इति वयं दृष्टवन्तः. असाधारणकारणम् इति खलु? असाधारणकारणं क्षम्यताम्. तर्हि प्राग्भावः इति कार्यमात्रं प्रति कारणं नास्ति इत्युक्ते घट पट पटकार्यं प्रति घटप्राग्भावः न कारणं खलु? आं न कारणं. तत् केवलं घटं प्रति एव कारणम्. अतः तत्तु असाधारणकारणं भवति. किञ्चित् भ्रमः अस्ति मम. अस्तु, अन्येषां चिन्तनमस्ति किमस्मिन् विषये? महोदय, अत्र प्रत्येकं व्यक्ति स्वीकृत्य वदामः चेत् असाधारणं भवति. यदि इदानीम् उक्तं पठ प्राग्भावस्य कारणं पठः एव भवति, न तु घटः, तादृशं भवति असाधारणकारणम्. किन्तु असाधारणकारणत्वं न उक्तं खलु, साधारणकारणत्वमेव अत्र स्वीकृतम्. अतः न भवति यदि कार्यसामान्यं प्रति एव भवति, न तु प्रत्येकम् इति. तर्हि तस्य कारणं किं? तदेव प्रश्नः. वस्तुतः गृहपाठम् एवं दातव्यम् आसीत्, प्राग्भावस्य असाधारणकारणत्वं कथं न स्वीकृतम् इति. असाधारणकारणत्वं किमर्थं न स्वीकृतम् इति प्रश्नः. असाधारणकारणानि ये सन्ति ते कार्याधिकरणे कथं आनीतव्यं खलु, एतत् न आनीत चिन्तितं खलु. यस्य आनीतव्यम् इति कदा चिन्तयामः? मूर्तद्रव्याणां विषये एव खलु. यस्य आनयनमेव न कर्तुं शक्यते तस्मिन् आनयनं वा आदानं वा अनादानं वा इति तादृशचिन्तनमेव न कुर्यात् इति अस्माभिः अधीतं खलु. आम् अधीतम्. तर्हि प्राग्भावस्य विषये तादृशं न चिन्तनीयम्. तदेव अहं चिन्तितवती. अस्तु, अन्येषां चिन्तनं? शिरा महोदय, भवान् किं चिन्तयति? नमस्कारः. अत्र अहं चिन्तयामि यदा जगत् सृष्टिः भवति, यथा जनक आरभ्य सृष्टिः भवति, तस्मात् पूर्वमपि प्राग्भावः भवति एव सर्वेषाम् इति कृत्वा तत्र स्वीकुर्मः वा तत्र असाधारण साधारणकारणम् अस्ति इति? निखिलानाम् अस्ति तस्य कारणत्वं भवति, सर्वेषां जन्यानां कारणत्वं भवति. अस्तु, तर्हि अहम् अस्मिन् विषये किञ्चित् वदामि. मया चिन्तितमासीत् तावत् स्पष्टता न जाता इति, यथा मया उक्तं वस्तुतः मम प्रतिपादने एव इतोपि स्पष्टता भवेदासीत्. अस्तु, अत्र वार्ताद्वयम् अहं वदामि. प्रथमं तस्य साधारणकारणत्वं स्वीकृतम् इति चेत् प्रागभावस्य साधारणकारणत्वं स्वीकृतं न तु घटप्रागभावस्य इति मनसि भवेत्। अत्र प्रागभावस्य विशेषणं सामान्यप्रागभावः एव स्वीकृतः, सामान्यप्रागभावस्य इत्युक्ते घटप्रागभावे प्रागभावत्वम् अस्ति, पटप्रागभावे अपि प्रागभावत्वम् अस्ति, तर्हि घटप्रागभावस्य साधारणकारणत्वं न स्वीकृतम्, केवलं प्रागभावस्य साधारणकारणत्वं स्वीकृतम् इति प्रथमम्। अस्तु, तदनन्तरं प्रागभावस्य असाधारणकारणत्वं किमर्थं न स्वीकृतं, साधारणकारणत्वं किमर्थं स्वीकृतम् इति चेत् अत्र भागद्वयेन उत्तरं वक्तुं शक्यते। प्रथमं तु यद् मया उक्तम् इत्युक्ते घटप्रागभावस्य साधारणकारणत्वं न स्वीकृतं, प्रागभावस्य एव साधारणकारणत्वं स्वीकृतम् इति प्रथमम् उत्तमं, प्रथमभागः। द्वितीयभागः अस्ति, यः कोऽपि अभावः भवतु तर्हि प्रतियोगी इत्युक्ते कः इति चेत्, यद् अस्माभिः पूर्वं पठितं तत्र जल अभावः, तदनन्तरं जाति स्वातीनक्षत्रीयजल अभावः, तदनन्तरं नदी गङ्गाजल अभावः इति तादृशम् अस्माभिः अधीतं खलु, जलाभावः इति सामान्यं, तदनन्तरं गङ्गाजलाभावः इति द्वितीयं, तदनन्तरं स्वातीनक्षत्रीयगङ्गाजल अभावः इति तृतीयम्। तर्हि तत्र अभावस्य विशेषणं अत्र यदा अग्रे गच्छेम एकमेकं विशेषणं तत्र किम् उक्तमस्ति, जलाभावः इति एकं, तदनन्तरं गङ्गाजलाभावः, गङ्गाजलाभावः कुत्र अस्ति, न गङ्गाजल अभावस्य निवारणं कथं कर्तुं शक्यते इति चेत् गङ्गाजलेन एव। गङ्गाजलाभावस्य प्रतियोगी कः इति चेत् सामान्यजलं नास्ति, यः कोऽपि जलं नास्ति, गङ्गाजलम् एव। स्वातीनक्षत्रीयगङ्गाजलाभावस्य प्रतियोगी स्वातीनक्षत्रीयगङ्गाजलम् एव, न तु केवलं जलं, किन्तु अत्र मीनमस्ति खलु, मीनेन यद् जल अभावः अनुभूयते स च जल अभावः, सामान्य यः कोऽपि जलेन तस्य अभावस्य निवारः कर्तुं शक्यते, निवारणं कर्तुं शक्यते इति अस्माभिः अधीतं खलु। एवम् अत्र प्रागभावः इति वदामश्चेत् येन केनापि, अत्र घट घट उत्पत्तेः घट उत्पत्त्या अपि प्रागभावस्य अपगमनं भवति, इत्युक्ते अत्र प्रागभावस्य विशेषणम् अनुक्तम् इति कृत्वा, केवलं प्रागभावः इत्येव तत्र विशेषणं दत्तम्। यथा मीनेन यज्जलाभावम् अनुभूयते स च जलाभावं नदीजलेन वा इत्युक्ते गङ्गाजलेन वा स्वातीनक्षत्रीयगङ्गाजलेन वा येन केनापि गङ्गाजलेन तस्य निवारणं कर्तुं शक्यते, तर्हि तत्र साधारणत्वं वर्तते खलु, इत्युक्ते येन केनापि जलेन जलाभावस्य निवारणं कर्तुं शक्यते, तर्हि यं कमपि जलं जलाभावस्य प्रतियोगी भवति, तर्हि जले साधारणत्वम् अस्ति, येन केनापि जलेन साधारणजलेन इत्युक्ते विशिष्टजलस्य आवश्यकता नास्ति, साधारणजलेन अत्र जल अभावस्य निवारणं कर्तुं शक्यते इति यथा अस्ति तथा अत्रापि येन केनापि कार्येण प्रागभावस्य निवारः कर्तुं शक्यते, अभावस्य निवारः कर्तुं शक्यते इति कृत्वा, किमर्थम् इत्युक्ते अत्र केवलं प्रागभावः इति एव उक्तं, प्राग् इति अभावस्य विशेषणमस्ति, प्राक् इत्युक्ते किं, कस्मात् प्राक् इति चेत् उत्पत्तेः प्राक्, उत्पत्तेः यस्य कस्यापि उत्पत्तेः प्राक् यः अभावः अस्ति तस्य निवारणं केन भवति, तस्य प्रतियोगी कः भवति इति चेत् येन केनापि यया कयापि उत्पत्त्या तस्य निवारणं भवति. तर्हि यः कोऽपि यं कमपि न यं किमपि कार्यं प्रागभावस्य प्रतियोगी भवितुम् अर्हति इति कृत्वा प्रागभावस्य साधारणकारणत्वं स्वीकृतम्. बुद्धं वा? बुद्धं खलु? हा, तर्हि अत्र वस्तुतः प्रागभावस्य साधारणकारणत्वं कथं निरूपितम् इति चेत् यं यत्किमपि कार्यं प्रागभावस्य प्रतियोगी भवितुम् अर्हति. प्रागभावः इत्युक्ते किं? यस्य कस्यापि उत्पत्तेः प्राक् यः अभावः अस्ति सः एव प्रागभावः इति कृत्वा तस्य साधारणकारणत्वं स्वीक्रियते इति बोधः. बुद्धं खलु? तर्हि एतादृशचिन्तनम् अत्र करणीयमासीत्. मया समीचीनतया न उक्तम्, अत्र घटत्वे सामान्यमस्ति इति प्रायः तादृशं न वक्तव्यम् आसीत्. इत्युक्ते घटप्रागभावस्य इति अस्ति चेत् घटप्रागभावे साधारणकारणत्वं कल्पयामश्चेत् तादृशम् अत्र उत्तरं समीचीनं भवति. किन्तु अत्र घटप्रागभावस्य साधारणकारणत्वं न स्वीकृतं. किमर्थं? साधारणकारणस्य लक्षणं किं? कोऽपि वदतु, साधारणकारणस्य लक्षणं किं? कार्यमात्रं प्रति निखिलकार्यं प्रति कारणम् अस्ति ते. हा, निखिलकार्यं प्रति इत्युक्ते लोके यः कोऽपि कार्यं जायते तं प्रति, तर्हि सर्वेषां कार्याणां प्रति सर्वाणि कार्याणि प्रति इति उक्तं खलु, तर्हि द्वितीया भवति. सर्वाणि कार्याणि प्रति यत् यस्य कारणत्वं स्वीक्रियते, यत् कार्यं तदेव साधारणकारणम् इति कृत्वा अत्र साधारणकारणत्वं घटत्वं सामान्यम् अस्ति इति कृत्वा साधारणकारणत्वम् इति प्रायः मया न वक्तव्यम् आसीत्. तर्हि अत्र कस्य साधारणकारणत्वं स्वीकृतम् इति चेत् केवलं प्रागभावस्य, प्रागभावसामान्यस्य साधारणकारणत्वं स्वीकृतं. किमर्थम् इति चेत् यत्किमपि कार्यं प्रतियोगी भवितुमर्हति प्रागभावस्य इति कृत्वा, तर्हि सामान्यप्रागभावः आवश्यकी अस्ति. तर्हि घटप्रागभावः इदानीं यथा प्रायः तदेव सत्यभामा भगिन्याः आशयः आसीत्, इत्युक्ते घटप्रागभावः साधारणकारणं वा असाधारणकारणं वा इति चेत् घटप्रागभावः साधारणकारणमेव अस्ति, असाधारणकारणमेव भवति, न तु साधारणकारणं. किमर्थमिति चेत् केवलं घटानाम् उत्पत्तिं प्रति एव तस्य कारणत्वमस्ति, न तु पटानाम् इति कृत्वा तत्र घटप्रागभावस्य साधारण असाधारणकारणत्वं घटं प्रति स्वीकर्तव्यं भवति. किन्तु सर्वेषु सर्वान् घटान् प्रति तस्य असाधारणकारणत्वम् अस्ति एव, तथापि तत् असाधारणकारणम् एव न तु साधारणकारणम् इति भेदः अस्ति. अस्तु, प्रश्नः सन्ति किम्? महोदय, एकः प्रश्नः अस्ति. हा, तत्र यदि एकः पटः अपि अस्ति इति ऊहां कुर्मः, यत्र घट यत्र कार्याधिकरणे एकः पटः अपि अस्ति, तर्हि पटस्य प्रागभावः न अस्ति, तर्हि प्रागभावः न अस्ति इति कथं वक्तुं शक्यते? केवलं घटस्य प्रागभावः एव भवति खलु? सर्वे सामान्यप्रागभावः इति न वक्तुं शक्यते. तत् तद् मया न उक्तं खलु, अतः एव अत्र साधारणकारणत्वं कथं निरूपितम् इति चिन्तनीयम् इति प्रश्नः. इत्युक्ते सर्वेषां प्रागभावः इति मया न उक्तम्। अत्र प्रागभावः अस्ति, यः प्रागभावः घट उत्पत्त्या पट उत्पत्त्या येन केनापि यस्य कस्यापि कार्यस्य उत्पत्त्या सामान्यप्रागभावः अपगच्छत्येव इति कृत्वा प्रागभावस्य साधारणकारणत्वं स्वीकृतम्। यथा जलाभावः, जलाभावस्य निवारणं येन केनापि जलेन कर्तुं शक्यते, नदीजलेनापि, स्वातीनक्षत्रीय नदीजलेनापि इति जलाभावस्य, सामान्यजलाभावस्य निवारणं कर्तुं शक्यते। तथा अत्र यथा भव यद्भवता उक्तं तत्र पटाभावः नास्ति एव, किन्तु पटप्रागभावः एव तत्र नास्ति। पट प्रागभावः इति कश्चन नास्ति इति न वक्तुं शक्यते खलु, घटप्रागभावः अस्ति एव। घट उत्पत्तिकार्यादिकरणे कपाले घटप्रागभावः अस्ति एव, तद् नास्ति इति न वक्तुं शक्यते खलु। तर्हि कारणं, तर्हि साधारणकारणं घटप्रागभावः एव भवेत् खलु? नास्ति, अतः एव लक्षणं किम् इति, सर्वेषां सर्वाणि कार्याणि प्रति यत् कारणमस्ति तदेव साधारणकारणमिति लक्षितं खलु। घटप्रागभावः केवलं घटकार्याणि प्रति एव साधारणकारणं भवति, न तु प्रागभावः, न तु पटकार्याणि प्रति। घटप्रागभावः पटकार्याणि प्रति साधारणकारणं कारणमेव न भवति, वस्तुतः साधारणकारणमिति अनन्तरमेव खलु, कारणमेव नास्ति तत् इति कृत्वा तस्मादुपरि गत्वा प्रागभावः इति स्वीकृतम्। इत्युक्ते विशेषम् अनुक्त्वा, अत्र केवलम् एकमेव विशेषणं स्वीकृतं, किं? प्राक् इति विशेषणम्। अभावस्य चातुर्विध्यम् अस्माभिः स्वीकृतं, नैयायिकैः स्वीकृतं, तत्र प्रागभावः, कस्य प्रागभावः इति मा पृच्छतु, केवलं प्रागभावः। प्रागभावः नास्ति इति भवता न वक्तुं शक्यते, पटप्रागभावः नास्ति इति भवता निरूपयितुं शक्यते। कपालः इदानीं पटे अस्ति चेत्, नो चेत् कपाले पटः अस्ति चेत् पटप्रागभावः तु नास्ति, किन्तु प्रागभावस्य साधारणकारणत्वं मया न उक्तं खलु, केवलं प्रागभावस्य साधारणकारणत्वमेव मया स्वीकृतं। तदपि किमर्थं स्वीकृतम्? अत्र निवारणार्थम् इत्युक्ते, नो चेत् कथं वा तत्र द्वितीयघटस्य उत्पादनं न भवितुमर्हति। यदि प्रागभावः प्रागभावस्य साधारणकारणत्वं न स्वीकुर्मः तर्हि द्वितीयक्षणे द्वितीयघटस्य उत्पादनं जायेत, तद् न दृश्यते खलु इति कृत्वा। इतोपि प्रश्नः सन्ति किं? तर्हि महोदय, प्रागभावः तु नित्यः भवति खलु? नास्ति, नाशः भवति खलु, अनादिः प्रागभावः, अनादिः अनादिः, परन्तु तस्य अन्तः अपि कथं वक्तुं शक्नुमः? यत्किमपि सर्वाणि कार्याणि प्रति यदि तं कारणं भवति चेत् एकस्मिन् देशे अथवा काले सर्वाणि कार्याणि न उत्पद्यते, अतः तत्तु नित्यः एव इति प्रागभावः। अस्तु, अत्र प्रागभावः इत्युक्ते घटप्रागभावस्य नाशः भवति, यदा घटस्य उत्पत्तिः भवति तदा घटप्रागभावस्य नाशः भवति। सत्यं, तर्हि सामान्यप्रागभावः इति स्वीकुर्वश्चेत् इत्युक्ते तत्र विशेषणम् अनुक्त्वा प्रागभावः यस्मिन् साधारणकारणत्वम् अस्माभिः स्वीकृतम् तस्य प्रायः नित्यत्वं वक्तव्यम् एव भवति। सत्यं, नित्यत्वं वक्तव्यम् एव भवति साधारणप्रागभावस्य नित्यत्वं, नित्यत्वम् आपद् वस्तुतः तद् दोषः अस्ति वस्तुतः। यदि नित्यत्वं स्वीकुर्मः तर्हि प्रागभावः न नश्यति इति भवति। प्रागभावः न नश्यति चेत् पुनः किमर्थं द्वितीयघटस्य उत्पादनं न भवति इति प्रश्नः उदेति। वस्तुतः अत्र इति तत्र वस्तुतः आपादनम् अस्ति एव. अपि च अनेन अस्मिन् चिन्तने अन्यदपि वैशिष्ट्यमस्ति किम् इति चेत् इदानीं कः वदति? अस्तु, वर्षा भगिनी वदतु कार्यं किम्? घटोत्पत्ति. कारणं किम्? प्रागभावः घटस्य. हा, घटप्रागभावः खलु. तर्हि अत्र वैशिष्ट्यं किम् इति चेत् कार्येण कारणनाशः भवति. सामान्यतया यदि घटः उत्पद्यते तदा कपालस्य नाशः न भवति खलु. इत्युक्ते घटस्य रूपं यदा उत्पद्यते कपाले विद्यमानरूपस्य नाशः न भवति खलु. किन्तु अत्र वैशिष्ट्यं किम् इति चेत् कारणनाशः भवति. कार्येण कारणनाशः भवति इत्युक्ते कार्यं कारणनाशं कृत्वा उत्पादयति इति अपि भवति. तर्हि किञ्चित् अत्र वैशिष्ट्यमस्ति. इतोपि गभीरचिन्तनं कुर्मश्चेत् अत्र क्लेशः भवत्येव वस्तुतः. इत्यतः एव तैः तत्र असत्कार्यवादम् इति नैयायिकानां सिद्धान्तः अस्ति. कारणं कारणे कार्यं नास्ति. यदा कार्यम् उत्पद्यते तदा एव कारणात् कार्यं बहिः आगच्छति. बहिः वस्तुतः बहिः इति न इति अपि ने वदन्ति. असत्कार्यवादं तेषाम् इति अस्ति. किन्तु तत्र शङ्कराचार्य भगवत्पादैः किम् आक्षिप्तम् इति चेत् यदि कारणे कार्यं नास्ति तर्हि यं कमपि कारणं यत्किमपि कारणं स्वीकृत्य यं कमपि कार्यम् उत्पादयितुं शक्यते खलु. यत्किमपि कार्यम् उत्पादयितुं शक्यते. किन्तु किमर्थं कपालात् घटः एव जायते न तु पटः इति तत्र क्लेशः भवत्येव इति तादृशचिन्तनमस्ति. अस्तु, तर्हि अलम् अनेन चिन्तनेन किन्तु समीचीनबोधः जातः. इत्युक्ते तत्र सामान्यकारण साधारणकारणत्वं कथं चिन्तितं किन्तु इदानीमपि यथा बहुल् महोदयेन उक्तं तत्र नित्यत्वं स्वीकर्तव्यं भवति. नित्यत्वं स्वीकुर्मश्चेत् तत्र नाशः न स्वीक्रियते. नाशः न स्वीक्रियते चेत् कथं वा इदानीं द्वितीयक्षणे तदस्ति? इत्युक्ते घटोत्पत्तेः घटोत्पत्तिः न भवति इत्यस्य उत्तरं न वक्तुं शक्यते इति क्लेशाः भवन्ति एव. किन्तु यदि प्रागभावः न स्वीकुर्मः तदापि क्लेशः भवति. तर्हि स्वीकरणेनापि क्लेशः अस्ति, अस्वीकरणेनापि क्लेशः अस्ति. वस्तुतः प्रागभावः सामान्यप्रागभावः इति किमपि वस्तु एव नास्ति खलु. पदार्थः एव नास्ति. भवतु, किन्तु तादृशवैशिष्ट्यम् अस्ति. तादृशक्लेशाः नैयायिकानां मते सन्ति. इत्युक्ते अन्यदपि अहं वदामि, घटत्वम् इति जातिः नित्या इति नैयायिकैः उक्तम्. किन्तु घटत्वं कदा गृह्यते? यदा घटं जायते तदा एव. अपि च घटं यदा जायते तदा एव तस्मिन् घटत्वमस्ति. द्रव्यमेव घटत्वस्य आधारः, जातेः आधारः भवति खलु. किन्तु घटस्य अनित्यत्वं स्वीकृतं, घटत्वस्य नित्यत्वं स्वीकृतं. तर्हि प्रायः तादृशसमयः भवति यस्मिन् समये घटः एव नास्ति किन्तु घटत्वम् अस्ति इति वक्तव्यं भवति. तर्हि द्रव्यम् आधारीभूतद्रव्यं विना कथं वा घटत्वं तिष्ठति इति एव प्रश्नः उदेति. तर्हि तादृश किञ्चित् क्लेशाः सन्ति एव. केवलं तर्केण निरूपयामश्चेत् तादृशक्लेशाः भवन्ति एव. अस्तु, इतोपि चिन्तनमस्ति वा कस्यापि? नो चेत् अग्रेसरे वा? महोदय, संशयः अस्ति अत्र द्वितीयघटस्य उत्पत्ति उक्तमस्ति वा, अथवा पुनः घटस्य एव यत् घटः जातः तस्य एव पुनः उत्पत्तिः भवति वा इति उक्तम् यत् उक्तमस्ति इति स्पष्टः नास्ति अत्र. उत्पन्नघटस्य पुनरुत्पत्तिः इति कथं वा स्यात्? तदेव, तद् द्वितीयघटस्य विचारः. सत्यं, द्वितीयघटस्य एव, द्वितीयघटः इति न, यत्तु जातः, यः जातं, यत् जातं तस्य पुनः जननं न भवति इत्येव आशयः इति अहं चिन्तयामि महोदय. द्वितीयघटः यद् जातः तस्य पुनः जननं कथम् इति स्वीकुर्मश्चेत् तस्य अर्थः एव भवति किम् तादृशप्रश्नस्य? तदा किमर्थम् अत्र उत्पन्नस्य पुनरुत्पत्तिवारणाय इति आचार्यः वदति? उत्पन्नस्य इत्युक्ते घटस्य पुनरुत्पत्तिः इत्युक्ते तस्यैव घटस्य पुनरुत्पत्तिः इति वा इति अहं चिन्तितवान्. न, यदि सत्यं तत्र वाक्यं पश्यामश्चेत् तादृशमेव भासते, उत्पन्नस्य पुनरुत्पत्तिः घटस्य पुनरुत्पत्तिः, उत्पन्नस्य घटस्य एव पुनरुत्पत्तिः वारणाय इति. किन्तु तस्य वारणं किमर्थं कर्तव्यम्? अतः एव मया अत्र द्वितीयघटः इति उक्तम्. तदा द्वितीयघटम् इति वदामश्चेत् यदा प्रत्येकं घटं प्रति कपालद्वयम् आवश्यकं भवति, तत्र द्वितीय तत्र युगलं कपालद्वययुगलं नास्ति खलु, द्वितीयकपालयुगलं नास्ति इति अपि वदामः, इति कारणेन द्वितीयघटस्य उत्पादनं नास्ति. न, किन्तु अत्र कपालः अस्ति खलु. न, तेन इदानीं घटद्वयं स्वीकुर्मः, तत्र घटद्वयम् आवश्यकं चेत् कपालचतुष्टयम् आवश्यकं भवति तत्र. इति निर्णयं कथं क्रियते, किम् आधारीकृत्य क्रियते इति चेत् प्रागभावस्य स्वाधारणकारणत्वं स्वीकृत्य एव क्रियते. यदि प्रागभावस्य साधारणकारणत्वं न अङ्गीकुर्मः तदा कपालद्वयेन बहवः घटाः उत्पादयितुं शक्यते खलु. सत्यं. तर्हि भवान् यत् प्रत्यक्षेन दृश्यते तद् आधारीकृत्य वदति, एकं घटं निर्मातुं कपालद्वयस्य आवश्यकता अस्ति, अन्यत् घटं निर्मातुम् अन्य भिन्नकपालयोः आवश्यकता अस्ति इति. सत्यं, तत् प्रत्यक्षसिद्धमस्ति. सत्यं, हा, इति कृत्वा वदति. किन्तु तस्य निरूपणम् इत्युक्ते अत्र प्रागभावः इत्युक्ते अत्र नैयायिकानां मतानां कथं चिन्तनं जायते इत्युक्ते कार्यकारणे कार्यं नास्ति, कारणात् कार्यम् उत्पद्यते इति यदा वदामः तत्र प्रागभावः स्वीकरणीयः एव. नो चेत् अत्र अत्र प्रक्रियायां क्लेशः भवति. सो निर्बन्धः अस्ति, प्रागभावः वक्तव्यः इति निर्बन्धः अस्ति. तत् द्वितीयघटमेव वक्तव्यं भवति भाषायां तत्र. इति वेदान्तपरिभाषायामपि अस्मिन् विषये परिहसितं ग्रन्थकारेण. इत्युक्ते अभावः, अभावस्य चातुर्विध अभावस्य वैविध्यं कथं वा स्यात्? यद् भावभावरूपेण अस्ति तत्र वैविध्यं वदामश्चेत् सर्वैः अवगन्तुं शक्यते खलु. इत्युक्ते घटः अस्ति तर्हि तत्र लघुघटः, बृहद्घटः, नीलघटः, रक्तघटः इति तादृशं वैविध्यं वदामश्चेत् अर्थबोधः जायते. यद् नास्ति तत्र वैविध्यं वदामश्चेत् किन्तु तादृशचिन्तनं चिन्तनस्य निर्बन्धः अस्ति नैयायिकैः, तेषां प्रक्रिया तादृशमस्ति इति कृत्वा. कारणं कार्यं न भिन्नः अस्ति, कार्यात् भिन्नः, कार्यं कारणात् भिद्यते, भेदः अस्ति, कार्यकारणयोः मध्ये भेदः अस्ति, घटः कपालः न इति नैयायिकानां चिन्तनं, किन्तु वेदान्तिनां चिन्तनमस्ति घटः कपालः एव, मृत् व्यतिरिक्तसत्ता नास्ति खलु, अतिरिक्तसत्ता नास्ति घटस्य, अतः एव अत्र दयानन्दस्वामी वदति वेदान्तीनां मेथमेटिक्स् एवं भवति, ए इस् ईक्वल् टु बि, किन्तु बि इस् नाट् ईक्वल् टु ए, घटः इस् ईक्वल् टु मृत् किन्तु मृत् इस् नाट् ईक्वल् टु घटः, तत्र सत्तायोः मध्ये भेदः अस्ति इति इति तत्र भेदः अस्ति इति कृत्वा तत्र नैयायिक ए इस् नाट् ईक्वल् टु बि, बि इस् नाट् ईक्वल् टु ए, सत्यं, बिकास् दे टेक् सेम् लेवल् आफ़् रियालिटि फार् ए अण्ड् बि, अस्तु तर्हि अग्रे गच्छामि. अस्तु इदानीं 143rd पेज् मध्ये अन्तिमपरिच्छेदः पठनीयः अस्ति. ननु एवं कुलालस्यापि चेतनस्य इति आरभ्य पठनीयमस्ति. तर्हि रमेश महोदय पठति किम्? आं महोदय. ननु एवं कुलालस्यापि चेतनस्य घटकारणत्वं दृष्टान्तकृत्य आत्मनिरूपणेन ईश्वरः चेतनः जगत्कारणम् इति साधितः. सः अदर साधारणकारणगणनायां कुतः न परिगणितः इति चेत्, अस्तु ईश्वरः सप्तमः कार्यमात्रं प्रति साधारणकारणम्, केचन धर्म अधर्मयोः अपि साधारणकारणत्वम् इच्छन्ति. प्राग् अभावस्य प्रागवस्यापि च साधारणकारणत्वं केचन न इच्छन्ति इति एषा दिक्. तत् तत्त्वं तु मुक्तावल्यादिग्रन्थेभ्यः अवगन्तव्यम्. तत्र ईश्वरः इति साधारणकारणं वा न वा इति तस्मिन् विषये चिन्तनमस्ति. ग्रन्थकारः वदति तत् स्वीकुर्मः, सप्तमः कार्यं साधारणकारणम् अपि स्वीकर्तुं शक्यते इति वदति. किन्तु अस्माकं च अस्माभिः अपि चिन्तितं खलु, तत्र अस्माकं निगमनं किम्? तत्र ईश्वरः कुलालः पिता एव अस्ति, तर्हि तस्य कारणस्य कारणं भवति, परन्तु कारणम् एव न इति वयं चिन्तितम्, अस्माभिः चिन्तितम्. इत्युक्ते अत्र अन्यतासिद्धत्वम्, ईश्वरस्य अन्यतासिद्धत्वम् अस्माभिः स्वीकृतं, किन्तु कुलालस्य किमर्थं न स्वीकृतम्? कुलालस्य अन्यतासिद्धत्वं किमर्थं न स्वीकृतम्? यदि कुलालः नास्ति चेत् कार्यमेव न भवति, तर्हि तद् सः इत्युक्ते कार्यमेव न भवति इत्युक्ते भवतः आशयः कः? इतोपि स्पष्टतया वदतु. तस्मिन् कृति अस्ति इति कृत्वा कार्यमेव न भवति इति वदति वा, नो चेत् न न तस्य कृति यदि कुलालस्य कृति कुलालः विना कुलालस्य कृतिः न भवति, तर्हि कुलालः कुलालः कृति द्वयोः एकस्मिन् देशे एव भवति इति न न न तादृशं न तादृशं वदति चेत् कुलालस्य कुलालकृतेः अधिकरणं कुलालः इति कृते सः कारणस्य कारणं भवति खलु ईश्वरसदृशः भवति अत्र भिन्नरीत्या अस्माभिः साधितम् न स्मरामि महोदय अस्तु अन्य कोऽपि वदतु कथं साधितमिति कुलालस्य कारणत्वं स्वीकृतं किन्तु ईश्वरस्य कारणत्वं कारणत्वे अन्यथासिद्धत्वं कल्पितम् अस्माभिः अहं चिन्तयामि तत्र वयं दृष्टवन्तः कुलालसमवेत यत् ज्ञान इच्छापि कृति यदस्ति तत्तु क्षणिकः अस्ति नित्यः नास्ति अतः एव वयं तत् स्वीकुर्मः परन्तु ईश्वरीयज्ञान इच्छा कृते तु नित्यः न न महोदय प्रश्नः कः अत्र प्रश्नः प्रायः न बुद्धः कुलालस्य कारणत्वं घटं प्रति कुलालस्य कारणत्वं किमर्थं स्वीकृतं किन्तु ईश्वरस्य कारणत्वं न स्वीकृतम् इति प्रश्नः महोदय हा तत्र कुलालः घटेन सह न संयुक्तः भवति चेत् तदा घटोत्पत्तिः एव न भवति तत्र परिच्छिन्न आत्मा कुलाल इति परिच्छिन्न आत्मा शरीरे यत् अस्ति तदेव तत्र यत् कुलाल यत् शरीरं वयं पश्यामः सः एव कुलालः इति वदामः संयुक्तः न भवति चेत् तदा कथं वा तस्य तत्र घटोत्पादनं भवति इति कृत्वा तत्र वयं कारणत्वं स्वीकुर्मः कुलालस्य हा समीचीनं किन्तु भवान् अत्र हेतौ द्वितीयसोपानं तस्मात् पूर्वं कदा संयोगः जायते नो चेत् संयोगः कथं जायते क्रियाया संयोगः सत्यम् इत्युक्ते कुलालः क्रियावान् अस्ति खलु कः कुलालः इति चेत् परिच्छिन्न आत्मनः नाम एव कुलालः इति उक्त्वा कुलालः क्रियावान् भवति इत्यतः कुलालस्य साक्षात् अत्र कारणत्वं स्वीकृतम् इत्युक्ते कृतिः अस्ति चेत् कः क्रियां करोति कुलालः एव क्रियां करोति खलु किन्तु ईश्वरे ईश्वरः इत्युक्ते कः परिच्छिन्न आत्मा नास्ति परमात्मा सः तर्हि ईश्वरे यदा क्रिया कृतिः भवति तदा परमाणुषु क्रिया जायते तथा नास्ति कुलालस्य विषये कुलाले यदा कृतिः जायते तदा कुलाले एव क्रिया जायते इति भेदः इति कृत्वा कुलालस्य कारणत्वं कुलालकृतेः कारणत्वं द्वयमपि स्वीकृतं कुलालस्य विषये अपि च अत्र कुलालीयज्ञान इच्छयोः अन्यथासिद्धत्वम् अस्माभिः चिन्तितं ज्ञानं विना इच्छा न भवति इच्छां विना कृतिः न भवति इति कृत्वा कारणस्य कारणं तत्र कल्पयित्वा अन्यथासिद्धत्वं स्वीकृतं तर्हि कुलालकृतिः कुलालक्रिया कुलालेन क्रिया क्रियते इति कृत्वा कुलालः कारणमस्ति अपि च कुलालकृतिः विना सा क्रियां न कर्तुं शक्यते इति कृत्वा कुलालकृतिः कृतेः अपि कारणत्वं स्वीकृतमस्ति कृतिः इति गुणः अस्ति अपि च कुलालः इति द्रव्यमस्ति तर्हि द्रव्यस्य कृतेः द्वयोः कारणं कारणत्वं स्वीकृतं किन्तु ईश्वरीय ज्ञान इच्छा कृतीनां त्रयाणामपि कारणत्वं स्वीकृतं किमर्थमिति चेत् नित्यत्वात् इति तत्र हेतुः किन्तु ईश्वरस्य कारणत्वं न स्वीकृतं किमर्थम् इति चेत् क्रियाराहित्वात् तस्मिन् क्रिया यदा कदापि न जायते, क्रिया अनर्हः अस्ति सः इति कृत्वा, इति तादृशम् अस्माकं चिन्तनं कृतम् इति पुनः स्मारयामि. अत्र समीचीनं वा न वा इत्यपि किञ्चित् चिन्तनीयं वा इति नास्ति, किन्तु वस्तुतः यावत् अस्माभिः चिन्तितं तत्र एतादृशं स्वीकुर्मश्चेत् दोषः नास्ति इति मम भाति इति कृत्वा तादृशम् अस्माभिः चिन्तितं. किन्तु इदानीम् अस्मिन् परिच्छेदे ग्रन्थकारः किं वदति? रमेश् महोदय प्रतिपादति, सः इदानीं वदति यदि ईश्वरस्य कारणं स्वीकुर् करणीयम् इत्युक्ते यत् ईश्वरः अपि साधारणकारणं भवितुम् अर्हति इति सः वदति. इत्युक्ते भवतु, यदि भवान् वदति तर्हि सः इदानीं सप्तमकारणं भवतु. अत्र कारणस्य कारणम् इति अस्वीकृत्य, अन्यथा सिद्धत्वम् अस्वीकृत्य यदि वदति यदा कुलालस्य कारणत्वं स्वीकृतं तथा ईश्वरस्यापि कारणत्वं स्वीकर्तव्यम् इति वदति चेत् भवतु इति सः वदति. इत्युक्ते इतोपि न तर्कितम्, अतः एव एषा दिक् इति वदति. नो चेत् इतोपि भवता चिन्तनीयं चेत् मुक्तावल्यादिग्रन्थेभ्यः अवगन्तव्यं, तत्र इतोपि गभीरचिन्तनं कृतं, तत्र अन्यता सिद्धत्वम् इत्यादिकं तत्र चिन्तितमस्ति. मम आग्रहः तावद् नास्ति अस्मिन् विषये. यदि भवान् वदति न न षट् कारणानि साधारणकारणानि न, सप्तकारणानि सन्ति ईश्वरः अपि इति यदि वदति भवतु, सः अपि भवतु. तदनन्तरम् अग्रिम वाक्ये किमुक्तं महोदय? केचन प्रागभावस्य अपि साधारणकारणं, तस्मात् पूर्वं केचन धर्म अधर्मः योः अपि साधारणकारणत्वम् इच्छन्ति इति. हा, तर्हि धर्म अधर्म अपि साधारणकारणं भवितुम् अर्हति इति. हा, इत्युक्ते धर्म इत्युक्ते पुण्यम्, अधर्म इत्युक्ते पापं, विशेष आत्मगुणाः सन्ति खलु. इत्युक्ते कुलालः घटं करोति किन्तु तेन पापं कृतं चेत् घटस्य निर्माणं न भवति इति कृत्वा अत्र धर्माधर्माणामपि यथा प्रागभावस्य साधारणकारणत्वम् इत्युक्ते प्रत्येकं धर्म अधर्म इति अनुक्त्वा सामान्यधर्म धर्म अधर्माः इति स्वीकृत्य तस्मिन् साधारणकारणत्वम् इच्छन्ति इति. तर्हि भवतु, तदपि स्वीकरोतु. अग्रे महोदय, प्रागभावस्यापि साधारणकारणत्वं केचन न इच्छन्ति इति दत्तमस्ति. हा, तर्हि यथा अस्माभिः चिन्तितम् अत्र साधारणकारणत्वं प्रागभावस्य सामान्यप्रागभावः इति कश्चन नास्ति. यथा इदानीं मधुर् महोदयेन प्रतिपादितं यदि सामान्यप्रागभावस्य साधारणकारणत्वं स्वीकुर्मः तर्हि प्रागभावः नित्यः इति वक्तव्यः भवति, तन्न इष्टं, तस्य नाशः स्वीकर्तव्यः खलु. नाशः स्वीकुर्मश्चेदपि क्लेशः, इत्युक्ते नाशः स्वीकुर्मश्चेदपि क्लेशः, नाशः न स्वीकुर्मश्चेदपि क्लेशः इति कृत्वा साधारणकारणत्वं तस्मिन् त्यजामः, न इच्छन्ति इति तेषां मतमस्ति. भवतु, इत्युक्ते अत्र ग्रन्थकारः वदति इतोपि अत्र चिन्तनीयम् अस्ति साधारणकारणं, केषां साधारणकारणत्वं भवति, असाधारणकारणत्वं भवति, कारणत्वमेव नास्ति, कारणत्वं तु अस्ति एव, अन्यथा सिद्धत्वम् इति भवितुमपि इतोपि अस्मिन् विषये चिन्तयितुं शक्यते. किन्तु मम एषा दिक् इति तत्तत्त्वम् इत्युक्ते ततः अनन्तरं यत् यत् यदि भवतः इच्छा अस्ति तर्हि मुक्तावल्यादिग्रन्थेभ्यः अवगन्तव्यं, तत्र गच्छतु. विद्याधर्यां तादृशविषयाणां चिन्तनं मया त्यजते, अहं त्यजामि इति सः वदति. बुद्धं खलु? अस्तु, अग्रे पठति वा महोदय, भवानेव. तथा च इमानि साधारणकारणानि तद् भिन्नानि सर्वाणि असाधारणकारणानि तानि तां तां व्यक्तिं जनयन्ति यथा दण्डः घटं जनयति गृहं जनयति एवं विधानि कतिचित् एव अनुपदोक्तरीत्या कार्याणि उत्पादयति अतः दण्डः तेषाम् असाधारणं कारणं भवति तथा च घटस्य कपालादयः पटस्य तन्तुप्रभृतयः अवयविरूपस्य अवयवरूपं क्रियायाः संयोगः प्रत्यक्षस्य इन्द्रियं च असाधारणकारणं भवति तद् एतत् हृदि निधयायोक्तम् असाधारणं कारणं मिति तत्र यत् साधारणकारणानि यत् पूर्वस्मिन् परिच्छेदे उक्तं तत् सर्वं साधारणकारणानि तद् भिन्नानि सर्वाणि असाधारणकारणानि इति दत्तमस्ति ते असाधारणकारणस्य लक्षणं वदतु यत् साधारणकारणं यत् कारणम् अस्ति परन्तु साधारणकारणं न अस्ति तादृशकारणम् असाधारणकारणम् हा अन्यत् सर्वं यथा निमित्तकारणं यत् यत् यत् समवायिकारणं वा असमवायिकारणं वा नास्ति तत्सर्वं निमित्तकारणमिति स्वीकृतम् एवं यानि कारणानि साधारणकारणानि न सन्ति साधारणकारणभिन्नानि असाधारणकारणानि इति लक्षणवाक्यम् अस्तु वदतु महोदय अग्रे तत्र उदाहरणं सर्वं दत्तमस्ति दन्तः दण्डः घटं जनयति तर्हि दण्डः घटं प्रति असाधारणकारणं तादृशमेव पटस्य तन्तु अपि तन्तुप्रभृतयः अवयविरूपस्य अवयविरूपं प्रत्यक्षं क्रिया इन्द्रियस्य यत् संयोगः अस्ति तद् असाधारणकारणं सत्यं तर्हि यानि कारणानि अस्माभिः अधीतानि समवायकारणानि असमवायीकारणानि निमित्तकारणानि तत्सर्वम् असाधारणकारणानि एव तर्हि असाधारणकारणम् इत्युक्ते एकेन कारणेन एकमेव कार्यं भवति चेत् तत् असाधारणकारणम् इति कृपया मा चिन्तयतु एकेन दण्डेन बहवः घटाः जायन्ते खलु किन्तु दण्डः यदि लोके यानि कार्याणि जायन्ते तानि सर्वाणि प्रति यदि दण्डः कारणं तदा एव दण्डस्य साधारणकारणत्वम् इति मनसि भवेत् अस्तु तर्हि अग्रे गच्छेम श्रीराम महोदय अग्रे पठति किं तत्र तत्र कारणपदार्थमाह कार्यनियतपूर्ववृत्तिकारणम् इति तत्र कार्यनियतपूर्ववृत्तिकारणम् इत्युक्ते कार्यस्य नियमेन पूर्व वृत्तिः यः यत् अस्ति तत् कारणम् इति वा महोदय पूर्ववृत्ति इति पूर्ववर्ति वृत्ति नास्ति क्षम्यतां पूर्ववर्ति वर्ति हा तर्हि तस्य अर्थः कः कार्यनियतपूर्ववर्तीकारणं नियमेन तत्र कार्य उत्पत्तेः पूर्वं यत् अस्ति तत् कारणं कार्यादिकरणे यदस्ति अतः एव वर्ति इति पदं प्रयुक्तं कार्यादिकरणे कार्योत्पत्तेः नियमेन कार्याधिकरणे यस्य वर्तित्वम् अस्तित्वमस्ति यद्वर्तते वर्ति इति पदं वृत् धातोः एव भवति. यद् वर्तते तदेव कारणम्. अस्तु, अग्रे पठतु महोदय. तद् घटकं कार्यम् आह कार्यं प्रागभावप्रतियोगी. कार्यम् इत्युक्ते तत्र प्रागभावस्य प्रतियोगी यत् अस्ति तदेव कार्यम् इति अस्ति तस्य निरूपणम्. इत्युक्ते किं महोदय? कार्यं प्रागभावप्रतियोगी इत्युक्ते किम्? प्रागभावस्य यत् प्रतियोगी अस्ति तदेव कार्यं भवति. हा, इति कार्यस्य लक्षणम्. इदानीं कार्यम् इत्युक्ते किं? कार्यस्य लक्षणं. कार्यम् इत्युक्ते किं? प्रागभावप्रतियोगी. प्रतियोगी अत्र सामान्यप्रागभावः उक्तः. सत्यं. घटप्रागभावः, पटप्रागभावः इति विशिष्टप्रागभावः न उक्तः. सामान्यप्रागभावस्य प्रतियोगी अस्ति कार्यम्. सत्यं. तर्हि कार्यनेतपूर्ववर्ती कारणम् इति कारणस्य लक्षणं. प्रागभावप्रतियोगी इति कार्यस्य लक्षणम्. अस्तु, अग्रे महोदय. इदम् उभयं विस्तरेण निरूपितं. तत्र कारणस्य विभागमः विस्तरेण निरूपितं. तत्र कार्यादिकं पूर्वं भवेत्, कार्य उत्पत्ति पूर्वक्षणे भवेत् इति त्रयः निर्देशाः आसन्. तदेव सूचितमस्ति इति चिन्तयामि. तत्र कारणस्य विभागमः. कारणं त्रिविधं, समवायि असमवायि निमित्तभेदात्. कार्यं कारणमपि त्रिविधं कारणम् अस्ति. सत्यं, तत् यत् समवेतं कार्यम् उत्पद्यते तत् समवायिकारणम्. इत्युक्ते किं तत् प्रतिपादयतु? यत् समवेतं कार्यम् उत्पद्यते तत् समवायिकारणम्. तत्र यस्मिन् अधिकरणे कार्यं समवायसम्बन्धेन उत्पद्यते तत् समवायिकारणं भवति. तर्हि यत् समवेतम् इत्यस्य विग्रहवाक्यं वदतु. येन समवेतम् इति अहं चिन्तयामि. येन समवेतं वा? येन यस्य समवेतं वा महोदय? यस्मिन् समवेदमिति. उत्तमं. तर्हि यस्मिन् समवेतं कार्यादिकरणे समवेतं खलु, उपरि गच्छामः. समवेतम् इति समवायसम्बन्धेन यदस्ति तत्रैव समवेतम् इति पदं प्रयोगं कुर्मः खलु. उत्तमं. यस्मिन् समवेतं, यत् समवेतं, तदनन्तरं कार्यं यस्मिन् यत् समवेतं कार्यम् उत्पद्यते तत्र यत् समवेतम् अपि च कार्यम् अनयोः मध्ये कीदृशभावः अस्ति? कार्य तत्र विशेषणविशेषभावः. उत्तमं. यत् समवेतम् इत्युक्ते कार्यम् इति पदस्य विशेषणमस्ति. विशेषणमस्ति. यत् समवेतं कार्यम् उत्पद्यते. महोदय, तत्र मम एकः संशयः अस्ति. यत् समवेतं कथं सप्तमी इति वयं निर्णयं कुर्मः? तत्र समवेतम् इति इक्तप्रत्ययः नास्ति वा? निर्णयं कुर्मः. इक्तप्रत्ययः नास्ति. समवेतः, समवेता, समवेतम् इति सत्यं तप्रत्ययपदमेव. तत् तदा कथं वा यस्मिन् समवेतम् इति वक्तुं वदामः? नो चेत् अर्थबोधः न जायते खलु. अस्तु, अस्तु. इत्युक्ते द्वितीय अत्र तत्पुरुषसमासः अस्ति. द्वितीयतत्पुरुषः यं समवेतम् इति न भवति, येन समवेतम् इति अपि न भवति. इत्युक्ते कार्य अतः एव येन समवेतं तत्र इक्तप्रत्ययः तत्र तृतीया सुबन्तेन समस्यते इति तदा तृतीयसमासः भवति इति अस्ति खलु महोदय? तादृशं महोदय अत्र येन समवेतं भवितुमर्हति किल महोदय? किमर्थं चेत् येन समवेतम् अस्ति कारणं तत् कार्यमुत्पद्यते इति भवितुमर्हति. येन समवेतम् अस्तु तर्हि चिन्तयामः तत्र भवति खलु महोदय तत्र येन समवेतं गौरी इति भवति विशेषणविशेषणमपि अस्ति खलु चिन्तयतु महोदय अत्र क्रमेण चिन्तयतु बहुव्रीहिः इति चेत् अत्र अन्यपदार्थः कः कार्यम् इति अस्ति तदन्यपदार्थः नास्ति वा तर्हि येन न भवतु येन इति तृतीया विभक्तिः कस्मिन् अर्थे प्रयुक्तम् येन सः कस्मिन् अर्थे अस्ति कथम् इत्थप्रत्यये अस्ति चेत् कारणेन समवेतम् इति भवति समवायिकारणेन समवेतं कार्यम् कारणेन समवेतं वा कारणेन सह समवेतं वा सः सः सः प्रदाने सः सहयुक्तया प्रदाने क्षणेन सहयुक्ता प्रदानेन इति उक्त्वा तर्हि तत्र कारणेन इति वक्तुं शक्यते न तु समवेतं चेत् तप्रत्ययः कर्मणि प्रयोगे अस्ति इति कृत्वा कर्मणि प्रयोगे अस्ति समवेत इति पदम् येन कारणेन कारणेन तत्र कर्तार्थे वा महोदय कारणेन इति न न इति चिन्तनीयं तदेव अत्र यस्मिन् समवेतम् इति वदामश्चेत् क्लेशः नास्ति समवेतम् इति पदम् इदानीं कीदृशपदमिति चिन्तयतु समवेतम् इति पदेन किम् उक्तं क्रिया उक्तं वा भावार्थे प्रयुक्तं वा कर्मार्थे प्रयुक्तं वा संज्ञार्थे प्रयुक्तं वा क्रियार्थे समवेतः क्रियार्थे क्रियार्थे तत्र उदाहरणं न जानामि अधिकं न जानामि अस्मिन् विषये न न अत्र भवतु इत्युक्ते इदानीमेव चिन्तनीयं खलु अत्र समवेतम् इति किं कार्यमस्ति खलु समवेतं कार्यं हा यत् कार्यमस्ति तस्य एव नाम दत्तमस्ति दशरथपुत्रः रामः दाशरथी रामः इति वदामश्चेत् अत्र दाशरथी इति पदेन कः उक्तः अस्ति रामः एव खलु रामः एव उक्तः तर्हि अत्र समवेतम् इति पदेन किमुक्तं कार्यमुक्तमस्ति खलु सत्यं तर्हि समवेतम् इत्युक्ते किं तस्य अर्थः कः कार्यम् एव खलु तर्हि अत्र कर्मण्यर्थे वा भावार्थे न भवति भावार्थे भवति चेत् तत्र क्रिया सप्रत्ययः अत्र भावार्थे न प्रयुक्तम् तर्हि कर्मणि अस्ति चेत् इतोपि चिन्तनीयमस्ति मया किं स्वीकृतं तत्र यस्मिन् समवेतम् इत्यत्र संज्ञा इति स्वीकृत्य यथा यस्मिन् योगिनः रमन्ते सः रामः इति तत्र राम इति कश्चन व्यक्तिः योगीनां रमणस्य अधिकरणं भवति एवम् अत्र यस्मिन् समवेतं कार्यम् उत्पद्यते तत् समवायीकारणं केन इति चेत् तत्र इदानीं कारणेन सह इति सहयुक्ते प्रदाने इति तत्र वक्तव्यं भवति अस्तु किञ्चित् चिन्तयामः अत्र यत्र यत् समवेतं कार्यम् उत्पद्यते तत् समवायिकारणम् इदानीं यत् तत् अनयोः सम्बन्धः अस्ति खलु महोदय तत्र येन कारणेन समवेतं कार्यम् उत्पद्यते तत् समवायिकारणम् इति वदामः वा येन कारणेन समवेतम् इत्यस्य अर्थः कः किञ्चित् प्रतिपादयतु समीचीनं भवतः चिन्तनं समीचीनमेव. यत् तत् इति स्वीकुर्मश्चेत् यत् इत्यनेन कारणमेव स्वीकरणीयम्. कारणेन सह समवेतम्, कारणेन सह समवेतम् इति भवति वा? कारण तादृशं कारणे समवेतम् इति एव समीचीनं भवति. न कारणे समवेतं वा कारणेन सह समवेतं वा? कारणे कपाले घटः समवेतः इति वदामः, तत्र कपालेन सह घटः समवेतः न वक्तुं शक्नुमः खलु? सत्यं, तदेव भवतः चिन्तनम् एव समीचीनं भवति. अतः एव मया यस्मिन् इति उक्तं, कारणेन सह समवेतम् इति चेत् इदानीं का तत्र समान अधिकरणमस्ति, यस्मिन् कारणमपि अस्ति कार्यं, तत्र असमवायिकारणं भवति. तदेव प्रश्नः. अत्र तु समवायिकारणस्य लक्षणम् उक्तं खलु. समवायिकारणं स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति खलु. सत्यम्. अतः यस्मिन् समवेतम् इति एव वक्तव्यं, स्वस्मिन् तादात्म्येन स्थित्वा. अपि च समवेतम् इति संज्ञाम् इति स्वीकुर्मः, सप्रत्ययः अपि संज्ञार्थे उक्तमस्ति. कार्यम् इत्यस्य यथा दाशरथि राम इत्यस्य संज्ञा अस्ति, तथा समवेतम् इति कार्यम् इत्यस्य संज्ञा अस्ति, किन्तु अत्र कारणमस्ति विद्यति धातुः. अस्तु, अतः यस्मिन् इति एव भवति, न तु येन. अस्तु, अग्रे. यथा तन्तवः पटश्च स्वगतरूपादेः पटस्य तन्तवः तत्र समवायिकारणं भवति. पटश्च स्वगतरूपः तत्र पटे विद्यमानः रूपः अपि पटः एव समवायिकारणम्. हा, पटगतरूपस्य पटः समवायिकारणम् इति कृत्वा पटे रूपमस्ति, दन्तौ पटः अस्ति इति कृत्वा सर्वत्र अधिकरणमस्ति. अतः यत् यत् इत्यस्य तत्र यस्मिन् इति एव वक्तव्यम्. अस्तु, अग्रे. कार्येण कारणेन वा सहैकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम्. इदानीं कार्येण कारणेन वा तत्र द्विविध असमवायिकारणम् अस्माभिः दृष्टं. तत्र कार्येण सह एकस्मिन् अधिकरणे भवति चेत् प्रथमविध असमवायिकारणं, द्वितीयविध असमवायिकारणं कारणेन सह समवायसम्बन्धेन अधिकरणे स्थित्वा कार्य उत्पत्तिः भवति उत्पादयति चेत् तद् द्वितीयविध असमवायिकारणं. सत्यम्, अग्रे. यथा तन्तुसंयोगः पटस्य तन्तुरूपं पटरूपस्य, तत्र तन्तूनां संयोगः यदा भवति तदा संयोगः यः गुणः सः पटं प्रति प्रथमविध असमवायिकारणं भवति. अनन्तरं तन्तौ विद्यमानरूपं यत् अस्ति तत् पटे विद्यमानरूपं प्रति द्वितीयविध असमवायिकारणं भवति. तद् उभय भिन्नं कारणं निमित्तकारणं, तत्र असमवायि समवायि भिन्नं यत् कारणम् अस्ति तद् निमित्तकारणं. यथा तुरीवेमादिकं पटस्य इति तुरीवेम् किम् अभवत् आदिकं तुरीवेम किं किं न जानामि तुरीव तत्र घटः घटनिविषये वदामश्चेत् दण्डः इति तदेव सत्यम् इति तादृशं किमपि अस्ति अत् तुरीवम् इत्युक्ते न अत्र तन्तुवायः एव निमित्तकारणमस्ति तत्र तुरीयम् इत्युक्ते मशीन् अस्ति खलु यथा चक्रं मशीन् वीविङ्ग् मशीन् प्रायः तद् शिवरामहोदय जानाति किम् न महोदय अस्तु अस्तु अस्तु भवतु यत्किमपि अस्तु समीचीनम् इति अत्र पञ्चलक्षणानि उक्तानि कार्यनीतपूर्ववर्ती कारणम् इति कारणस्य लक्षणं कार्यं प्रागभावप्रतियोगी इति कार्यस्य लक्षणं तदनन्तरं यत् समवेतं कार्यम् उत्पद्यते तत् समवायीकारणं तदनन्तरम् असमवायीकारणं कार्येण कारणेन वा सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायीकारणं तदुभयभिन्नं कारणं निमित्तकारणम् इति अस्तु धन्यवादः महोदय अग्रे मेहुल् महोदय पठति किम् आं महोदय विभागोऽयं सुष्ठु निरूपितः तत्राद्ये समवायिकारणे तादात्म्यं घटकम् इति तदपि साधितम् अस्तु अस्मिन् विषये किमपि न वक्तव्यं महोदय बहु किमपि अस्माभिः चिन्तितं खलु अत्र स्पष्टता अस्ति इति मन्ये अस्तु अग्रे पठतु अस्तु यद्धि कारणं स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति तत् समवायिकारणम् इह कार्यातावच्छेदकसम्बन्धः समवायः कारणतावच्छेदकः तादात्म्यं तथा च समवायसम्बन्धावच्छिन्नकार्यतानिरूपित तादात्म्यसम्बन्धावच्छिन्नकारणताश्रयत्वं समवायिकारणत्वं पूर्वोक्तम् एव सम्बन्धनिवेशसार्थक्यचिन्तनाय पुनः स्मारितम् अस्तु इह कार्यतायां समवायसम्बन्धावच्छिन्न छिन्नत्वानु पादाने किञ्चित् सम्बन्धावच्छिन्न कार्यता निरूपित तादात्म्यसम्बन्धावच्छिन्न कारणता इति लक्षणं स्यात् अस्तु अत्रापि समवायिकारणम् इति वयं दृष्टवन्तः तादात्म्येन स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनति तदेव समवायिकारणं तत्र कार्यतावच्छेदकसम्बन्धः समवायः इति सम्बन्धः अपि च कारणता अवच्छेदकसम्बन्धः तादात्म्यसम्बन्धः पूर्वमेव उक्तं समवायिकारणत्वम् इत्युक्ते किं तर्हि समवायसम्बन्धावच्छिन्नकारकनिरूपित तादात्म्यसम्बन्धावच्छिन्नकारणता तत्र पुनः अत्र किमर्थम् आगतम् इत्युक्ते सम्बन्धनिवेशसार्थक्य तस्य चिन्तनम् अधुना कुर्मः अतः एव तत्र पुनः मार्गं तर्हि कार्यतायाः लक्षणं किम् इत्युक्ते समवायसम्बन्धावच्छिन्नत्वानुपादाने किञ्चित् सम्बन्धावच्छिन्नकार्यतानिरूपित तादात्म्यसम्बन्धावच्छिन्नकारणता इति कारतायां कार्यतायां लक्षणम् इति आगतम् तथा सति घटप्रत्यक्षनिमित्तकारणे घटे अतिजाप्तिः कथम् इति उच्यते अग्रे अस्तु अत्र सन्दर्भः बुद्धः खलु इदानीं प्रकृतविषयः प्रत्यक्षम् इति एव प्रकृतविषयः अस्ति खलु अनुभवः इति स्मरण स्मृतिः स्मृतेः विषये सम्पूर्णचिन्तनं कृतं तत्र प्रासङ्गिकवशात् प्रत्यभिज्ञायाः विषये अपि चिन्तितं तदनन्तरम् इदानीम् अनुभवः अनुभवः चतुर्विधः तत्र कारणं किं प्रत्यक्ष अनुभवस्य प्रत्यक्षज्ञानस्य कारणं किम् प्रत्यक्षज्ञानस्य कारणम् इन्द्रियसन्निकर्षः इन्द्रियसन्निकर्षः संयोगः अस्ति खलु तर्हि इदानीम् इन्द्रियसंयोगः कीदृशकारणं प्रत्यक्षं प्रति इति चिन्तनम् तत्रैव कीदृशकारणम् इत्यस्मिन् विषये एव चिन्तनम् इह कार्यतावच्छेदकसम्बन्धः समवायः कारणतावच्छेदकसम्बन्धः तादात्म्यं तथा च समवायकारणवच्छति इति सर्वं इह कार्यतां समवायसम्बन्ध इति तथा सति घटप्रत्यक्षनिमित्तकारणे घटे अतिव्याप्तिः तर्हि घटप्रत्यक्षनिमित्तकारणं भवति घटः अस्तु तर्हि प्रत्यक्षे समवायीकारणं किम्, असमवायीकारणं किं, निमित्तकारणम् अयं घटः इति प्रत्यक्षज्ञानमिति चिन्तयतु. अस्तु, अयं घटः इत्यस्मिन् ज्ञाने तदेव कार्यम्, अयं घटः इति ज्ञानमेव कार्यम्. तस्य समवायीकारणं किम्, असमवायीकारणं किं, निमित्तकारणं किम् इति वदतु. ज्ञानस्य समवायिकारणं दिस् स्मृतिः वा समवायीकारणं महोदय? ज्ञानं कुत्र अस्ति? आत्मनि. तर्हि आत्मा एव समवायीकारणं खलु? तस्मिन् तादात्म्य समवायेन स्थित्वा समवाय तादात्म्यं स्थित्वा समवायेन कार्यं जनयति. आत्मा स्वस्मिन् तादात्म्येन स्थित्वा समवायेन ज्ञानं जनयति इति कृत्वा अयं घटः इति ज्ञानस्य समवायीकारणमस्ति जीवात्मा. अस्तु, असमवायीकारणं किम्? समवायेन स्थित्वा समवायेन कार्यं जनयति. तर्हि आत्मनि संस्कारः इति वा? संस्कारः न, न, किमर्थं संस्कारस्य विषये भो? इदानीं ज्ञानम् इति कार्यं भोः, ज्ञानस्य अनन्तरमेव संस्कारः जायते खलु. संस्कारः स्मृतिं प्रति कारणं, ज्ञानस्य संस्कारं प्रति ज्ञानमेव कारणं. तर्हि ज्ञानमिति कार्यम् अत्र, अयं घटः इति ज्ञानं कारणं, कार्यं, क्षम्यतां, कार्यं. तस्य असमवायीकारणं किम्? न, न, अत्र स्मरणीयविषयः नास्ति, चिन्तनीयविषयः. भवानेव ऊहां कर्तुं शक्यते. पुस्तकं न पश्यतु, केवलं चिन्तां करोतु, चिन्तनं करोतु. इन्द्रियसन्निकर्षः, हा, इन्द्रियसन्निकर्षः भवितुम् अर्हति वा इति चिन्तयतु. इदानीम् इन्द्रियसन्निकर्षः तयोः मध्ये भवति. सन्निकर्षः इत्युक्ते एकविधसंयोगः खलु? इन्द्रियं संयोगः कयोः मध्ये भवति? द्रव्ययोः मध्ये. सत्यं, तर्हि अत्र अत्र इन्द्रियम् इन्द्रियमपि च अतः घटः एतयोः मध्ये. चक्षुः इन्द्रियमिति मा वदतु, अत्र चक्षुः खलु? हा, चक्षुः, चक्षुः अपि च घटः. चक्षुघटयोः मध्ये संयोगः. तर्हि आत्मनि विद्यमान, आत्मनि जायमानज्ञानं प्रति चक्षुसंयोगः कथं कारणम् इति निरूपणीयं. समवायेन भवेत् खलु? समवायेन स्थित्वा समवायेन ज्ञानं जनयति. हा, चक्षुसंयोगः समवायेन आत्मनि अस्ति इति निरूपणीयम्. तत् कथम्? आत्मनि समवायेन कथं? चक्षुः इति कीदृशपदार्थः? चक्षुः इति पार्थिवपदार्थः, द्रव्यं, पार्थिवपदार्थः अस्ति खलु? अस्तु, अहं द्रव्यं. हा, तर्हि चक्षुः अपि च आत्मा अनयोः मध्ये संयोगः भवति वा समवायः भवति वा? समवायः भवति न, चक्षुः अपि च आत्मा द्रव्ययोः मध्ये, आत्मापि द्रव्यम्, आत्मापि द्रव्यमेव. हा, सत्यं, द्रव्ययोः मध्ये संयोगः. हा, तर्हि आत्मा आत्मचक्षुषोः मध्ये संयोगः अस्ति. चक्षुः आत्मनातया संयुक्तः अस्ति. अपि च चक्षुसंयोगः चक्षुषि केन सम्बन्धेन वर्तते? चक्षुसंयोगः चक्षुषि समवायसम्बन्धेन वर्तते. सत्यं, तर्हि स्वम् इति चक्षुसंयोगः इति स्वीकुर्मः चेत् इदानीं परम्परासम्बन्धः कल्पयतु. स्वसमवायी संयुक्तसम्बन्धेन आत्मनि अस्ति. उत्तमं, चक्षुसंयोगः स्वसमवायी संयुक्तत्वसम्बन्धेन आत्मनि अस्ति खलु? तर्हि अत्र परम्परासम्बन्धे समवायः इति कल्पितः अस्ति खलु. तर्हि चक्षुषयोगः स्वसमवायी संयुक्तत्वसम्बन्धेन आत्मनि अस्ति इति कृत्वा तर्हि स्वसमवायी संयुक्तसम्बन्धेन आत्मनि स्थित्वा समवायसम्बन्धेन ज्ञानं जनयति अतः एव इति कृत्वा असमवायीकारणं भवति. अस्तु तर्हि इदानीं निमित्तकारणं किम् अयं घटः इत्यस्य? अयं घटः इत्यस्य निमित्तकारणं घटः एव. महोदय अत्र एका शङ्का अस्ति महोदय. महोदय अत्र एका शङ्का अस्ति. अत्र तत् संयोगः स्वसमवायि संयुक्तसंयोगेन चक्षुः मनसि एव अस्ति, तदनन्तरम् एकस्थलं तत् सम्बन्धेन मनसि अस्ति, तदनन्तरं पुनः संयोगसम्बन्धेन मनः मनसि अस्ति इति वदति चेत् निरूपयतु महोदय. मनसि अस्ति इति केवलं न वक्तव्यं, निरूपयतु कथं वा मनसि अस्ति इति वदति. तत् प्रथमं तु मनसि एव जायते, प्रथमं चक्षुरिन्द्रिय जायते. अत्र भगिनी अत्र किञ्चित् सावधानतया कृपया वदतु, जायते किं जायते? अनुभवः जायते. किम् अनुभवः? मनसि जायते वा अनुभवः? अनुभवः इत्युक्ते ज्ञानं. ज्ञानं हा तर्हि मनसि जायते इति कथं वदति? ज्ञानम् इति आत्मनः विशेषगुणः अस्ति खलु, मनसः गुणः वा आत्मनः गुणः वा? अत्र नैयायिकानां मतानुसारं मनः तु इन्द्रियमेव, अतः तत्तु मनसि इति न वक्तव्यं. सत्यं परन्तु तत् परम्परासम्बन्धः अपि समवायिक असमवायिकारणस्य कारणं भवति वा, निमित्तकारणं भवति एव किल महोदय? स्वसमवायसंयुक्तसम्बन्धः इति वदामश्चेत् तत् परम्परासम्बन्धः अस्ति, समवायसम्बन्धः साक्षात् न अस्ति, अतः निमित्तकारणं भवेत् किल महोदय चक्षुरिन्द्रियं? न इति एव प्रश्नः इति चिन्तनम्. तत्र समवाय इति पदम् अन्तर्भूतमस्ति खलु, स्वसमवायसंयुक्तत्वसम्बन्धेन चक्षुसंयोगः आत्मनि अस्ति. तर्हि तत्र समवाय इति पदं प्रयुक्तमस्ति इति कृत्वा अत्र समवायसम्बन्धेन अपि अस्ति, इत्युक्ते केवलं समवायसम्बन्धेन इति नास्ति, किन्तु समवायसम्बन्धेन नास्ति इति अपि नास्ति. स्वसमवायसंयुक्तत्वसम्बन्धेन चक्षुसंयोगः आत्मनि अस्ति इति कृत्वा अत्र समवायसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति इति कृत्वा चक्षुसंयोगस्य असमवायीकारणत्वं स्वीकृतम् इति इदानीम् अवगच्छामः. मनसि अत्र मनसः किमपि नास्ति सम्बन्धः, तत् त्यजामः. अस्तु इदानीं निमित्तकारणं किम् इति चेत् घटः, अयं घटः इत्यस्मिन् ज्ञानस्य निमित्तकारणमस्ति घटः. तर्हि इदानीं मेहुल् महोदय भवानेव चिन्तयतु, अत्र घटः केन सम्बन्धेन आत्मनि अस्ति? घटः स्वसंयुक्त समवायसम्बन्धेन आत्मनि अस्ति. एकनिमिषं प्रतिपादयतु, स्वसंयुक्तसमवायसम्बन्धेन आत्मनि अस्ति वा? घटः तु चक्षुषा संयोगः भवति प्रथमं तु, अतः स्वसंयुक्त इति घटः स्वसंयुक्तं चक्षुषा अस्ति. एकनिमिषम् अत्र स्व इत्युक्ते किं? घटः. अस्तु घटः सः चक्षुषा संयोगसम्बन्धेन अस्ति चक्षुषि. अस्तु तर्हि संयोगः जातः चक्षुघटयोः मध्ये संयोगः जातः. अस्तु तदनन्तरं चक्षुसंयोगः पुनः स्वसमवायी स्वसमवायी संयुक्तत्वसम्बन्धेन आत्मनि अस्ति. अस्तु तर्हि अतः घटः स्वसंयुक्त समवाय समवायी अथवा समवेतम् इति भवति वा अत्र घटः संयुक्तः अस्ति पुनः चक्षुसंयोगः इति पुनः स्वसमवायी अस्ति अनन्तरं संयुक्त सम्बन्धः इति अस्ति अतः तत्र परम्परासम्बन्धः वक्तव्यं चेत् घटः स्वसंयुक्तं स्वसंयुक्तम् अथवा स्वसंयुक्तसमवायि संयुक्तत्वसम्बन्धः सम्बन्धेन आत्मनि अस्ति इति इति भाति वस्तुतः नास्ति इतोपि अत्र स्पष्टतया चिन्तनीयमस्ति स्व इति घटः इति स्वीकुर्मश्चेत् स्वसंयुक्तः कः चक्षुः चक्षुः तर्हि स्वसंयुक्तः चक्षुः चक्षुं प्रति आगतं तर्हि स्वसंयुक्तसमवाय तर्हि इदानीं चक्षुः समवायसम्बन्धेन अन्यस्मिन् अस्ति किम् आत्मनि अस्ति आत्मनि नास्ति खलु चक्षु आत्मनोः मध्ये समवायसम्बन्धः नास्ति नास्ति खलु संयोगसम्बन्धः हा संयोगसम्बन्धः एव अस्ति हा द्रव्ययोः मध्ये अस्तु तर्हि स्वसंयुक्तसंयुक्तत्वसम्बन्धेन घटः आत्मनि अस्ति हा स्वसंयुक्त तत्र स्व इति घटः स्वसंयुक्त इत्युक्ते चक्षुः इदानीं चक्षुः आत्मना सह संयुक्तः अस्ति द्वयमपि द्रव्यम् इति कृत्वा तर्हि स्वसंयुक्तसंयुक्तत्वसम्बन्धेन घटः आत्मनि वर्तते इति कृत्वा अत्र समवाय इति पदमेव नास्ति खलु परम्परासम्बन्धे यदि समवाय इति पदम् आगच्छति परम्परासम्बन्धे तर्हि तत्र असमवायिकारणं भवितुमर्हति सत्यम् अपि च किन्तु इदानीं स्वसंयुक्तसंयुक्तत्वसम्बन्धेन एव घटः आत्मनि अस्ति इति कृत्वा अत्र निमित्तकारणत्वमेव भवति न तु निमित्तकारणं न तु समवाय समवायिकारणं वा असमवायिकारणं वा सत्यम् उत्तमं खलु महोदय अस्मिन् विषये भवान् पूर्वं किञ्चित् तत्र वर्गे एकस्मिन् वर्गे उक्तवान् तत्र न तु केवलम् इन्द्रिय आत्मसंयोगः तत्र इन्द्रियमनसंयोगः अपि भवतु तदनन्तरमेव आत्ममनसंयोगेन ज्ञानं जायते इति भवान् प्रतिपादितवान् तत्र मनः नास्ति चेत् तत्र मनः केन इन्द्रियेण संयुक्तः भवति तदा अनेन इन्द्रियेणैव तत्र ज्ञानं जायते अन्यस्मात् इन्द्रियात् ज्ञानं न जायते इति तत्र परं तत्र चर्चा कृता न न तत्र मया किमुक्तं प्रायः मया दोषेन वक्तुं अर्हति अस्ति नो चेत् भवता प्रायेण दोषेण अवगतः अपि भवितुमर्हति किन्तु वस्तुतः तत्र किमस्ति इति चेत् मनः इति इन्द्रियमस्ति खलु मनसा किं गृह्यते तत्र तत्र ज्ञानं तत्र सुखादि आत्मगुणाः सत्यं षड् आत्मगुणाः मनसा गृह्यन्ते खलु सत्यं तर्हि एकस्मिन् समये मन ज्ञानयोः मध्ये एकज्ञानयोः एव तत्र संयोगः भवति इत्युक्ते मनसा एकमेव विषयम् एकस्मिन् समये गृहीतुं शक्यते सत्यं तर्हि आत्ममनयोः मध्ये संयोगः अस्ति मनसि क्रिया जायते आत्मा विभुः तर्हि यदा क्रिया जायते तदा संयोगः भवत्येव खलु सत्यं तर्हि आत्ममनयोः मध्ये संयोगः जायते आत्मनि एव ज्ञानमस्ति इति कृत्वा अत्र परम्परासम्बन्धेन आत्मनि विद्यमान ज्ञानस्य ग्रहणं मनसा कर्तुं शक्यते. तद् आगच्छामि महोदय. तु इदानीं किमर्थं तत्र प्रश्नः आसीत्, किमर्थम् इदानीं त्वगिन्द्रियणे अपि ज्ञानं जायते, तत्र चक्षुरिन्द्रियणे अपि ज्ञानं जायते, बहवः ज्ञानानि भवन्ति, तु सत्यं तत्र कस्य ज्ञानस्य उत्पादनं, मम मनसि इदानीं रूपस्य ज्ञानमेव अस्ति इति वदामि, तु स्पर्शस्य अन्य स्पर्शस्य वा शब्दस्य वा ज्ञानं नास्ति इति वदामः खलु, तदा तत्र इन्द्रियेण मनः तत्र संयोगः भवेत् इति तत्र उक्तमिति स्मरति. नास्ति नास्ति नास्ति. अस्तु अस्तु, दोषेन नास्ति इत्युक्ते अत्र ज्ञानमस्ति खलु. एकस्मिन् समये कति ज्ञानानि जायन्ते? अस्तु, अस्मिन् विषये इतोपि किञ्चित् गभीरचिन्तनं करणीयमस्ति. कुर्मः कुर्मः इत्युक्ते अत्र वदतु महोदय. क्षम्यताम्, तत्र अहं चिन्तयामि यद् यदि मनः नास्ति चेत् यत्किमपि ज्ञानं इन्द्रियेण स्वीकुर्मः तर्हि तत्र मनः नास्ति चेत् तत् ज्ञानं न उत्पद्यते खलु? नास्ति नास्ति, ज्ञानं तु उत्पद्यते किन्तु तस्य ग्रहणं न भवति. हा, ग्रहणं न भवति. तदेव, यदा वयं सुषुप्तौ स्मः तत्र मनस्य मनस मनसः लीनं जातम् इति कृत्वा अत्र ग्रहणं न भवति किन्तु ज्ञानं तु उत्पद्यते एव. इत्युक्ते त्वगिन्द्रियमस्ति, आत्म त्वगिन्द्रियोः सम्बन्धः अस्ति, अपि च यदि एकं सर्पम् अस्माकं शरीरस्य उपरि गच्छति तत्र संयोगः जायते एव, किन्तु तर्हि ज्ञानं जायति किन्तु तस्य ग्रहणं मनसा न क्रियते. मनसः लीनः जातः इति कृत्वा तर्हि किञ्चित् अग्रे समीचीनचिन्तनमस्ति. अग्रिमवर्गे अत्र परम्परासम्बन्धः कथं भवति इति चिन्तयामः. इत्युक्ते ज्ञानस्य उत्पादनं मनः अस्ति चेदेव इति तत्र सम्बन्धः एव नास्ति नैयायिकानां मतानुसारं. किन्तु इदानीम् एकमेव ज्ञानम् आत्मनि जायते वा, एकस्मिन् समये एकमेव ज्ञानं जायते वा, नो चेत् बहूनि ज्ञानानि जायन्ते किन्तु एकस्य एव ज्ञानस्य ग्रहणं मनसा क्रियते इति तत्र चिन्तनीयम् अस्ति. तत्र प्रक्रियां किञ्चित् चिन्तयामश्चेत् बहूनि ज्ञानानि जायन्ते वा, नो चेत् एकमेव ज्ञानं जायते वा इति बोधः जायते. तर्हि तस्मिन् तदेव इदानीं गृहपाठः अस्ति, तस्मिन् विषये सर्वे चिन्तयन्तु. अग्रिमवर्गे इतोपि चिन्तयित्वा तस्य निगमनं कुर्मः. अस्तु, अत्र स्थगयामः. सर्वेभ्यो नमस्कारः, धन्यवादः.